गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्त्वसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं पुनस्मारणं जायमानमस्ति गते वर्गे तत्र नाशः केन कारणैः कैः कारणैः भवति सर्वेषां पदार्थानां नाशः कैः कारणैः भवति इति अस्माभिः दृष्टं तत्रैव आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यम् अपि अस्माभिः दृष्टं तर्हि आश्रयनाशं विना आश्रये विद्यमान एकेन गुणेन आश्रये एव विद्यमान अन्यस्य गुणस्य नाशः भवति कथम् इति चेत् पाकजरूपनाशवत् इति उदाहरणं कृतं तर्हि अनया चिन्तनया किं साधितम् इति चेत् विभागः इति अन्यतमः गुणः अङ्गीकर्तव्यः एव पृथगाश्रय आश्रितयोः मध्ये एव न पृथक् इति तत् पृथक्त्वम् इति भिन्नमस्ति अत्र विभागः इति गुणः संयोगनाशः एव विभागः इति किमर्थं न वक्तुं शक्नुमः इति प्रश्नं कृत्वा तत्र एतादृशं तस्य समाधानं दत्तं तत्र मुख्यतर्कः किमासीत् इति चेत् क्रियया एव विभागः जायते क्रियया एव संयोग उत्पत्तिः अपि भवति तर्हि यदि संयोगनाशः अपि क्रिया एव भवति क्रिया एव संयोगनाशं प्रति असाधारणकारणम् इति स्वीकुर्मः तत्र प्रश्नः भवति कथं वा एका क्रिया संयोगनाशमपि करोति संयोग उत्पादनमपि करोति इति क्रिया भवेदेव किन्तु असाधारणकारणं नास्ति साधारणकारणं भवति संयोगनाशं प्रति किन्तु असाधारणकारणं किम् इति चेत् विभागः एव इति कृत्वा एव विभागस्य लक्षणम् एवं कृतं संयोगनाशको गुणः विभागः इति विभागस्य लक्षणं कृतम् अस्तु प्रश्नाः सन्ति वा एतावत् नो चेत् अग्रे सरेम अस्तु तर्हि इदानीम् अग्रिमगुणद्वयमस्ति परम् अपरं च इति तर्हि श्रीराममहोदय वदति वा परापरत्वे लक्षणं किम् परापरव्यवहार असाधारणकारणं परम् अपरम् इति अस्ति परम् अपरं परस्य व्यवहार असाधारणकारणं परत्वम् अपरस्य व्यवहार असाधारणकारणम् अपरत्वम् अस्तु तर्हि किञ्चित् चिन्तयति वा लक्षणवाक्ये किं किम् अस्ति इति तत्र पर असाधारणकारणं पर व्यवहारे असाधारणकारणं परम् इत्यत्र एकमेव दलम् अस्ति महोदय अनन्तरं तादृशं दलं किम् इति किञ्चित् प्रतिपादयति व्यवहार इति पदेन किम् उक्तम् व्यवहारे इति व्यवहार इति पदेन तत्र व्यवहारत्वेन यत् व्यवहारस्य तत्र कारणं परम् इति व्यवहारम् एतत् परं तत् पर तत् अपरम् इति वदामश्चेत् तत्र व्यवहारस्य तादृशव्यवहारस्य कारणं भवति परम् इति गुणः अपरम् इति गुणः परत्वम् इति गुणः, अपरत्वम् इति गुणः. अस्तु, तर्हि सामान्यतया व्यवहार इति पदं लक्षणवाक्ये दृश्यते चेत् तस्य अर्थः कः? ज्ञानजनकशब्दप्रयोगः अस्ति. इदानीं यद् तत्र व्यवहारं, व्यवहारस्य कारणम् अस्ति परम्. इदानीं मम व्यवहारं तु तस्य अन्यस्य ज्ञानस्य कारणम् अस्ति. व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः, शब्द ज्ञानं जनयति इति कृत्वा व्यवहारः इति, शब्दप्रयोगस्य व्यवहार इति नाम. इदानीं तस्य व्यवहारस्य कारणम् अस्ति परत्वम् अपरत्वम् इति द्वौ गुणौ इति अस्ति. तदल तर्हि अत्र असाधारणकारणम् इति किमर्थं लिखितम्? इत तत्र दिक् अपि साधारणकारणम् इति अहं चिन्तयामि महोदय. इदानीं तत्र उदाहरणम् अस्ति. उदाहरणं पश्यामश्चेत् अत्र पुटसङ्ख्या तत्र 4-1 पुटे तत्र एकं चित्रमस्ति. तत्र यज्ञदत्तः इति कश्चन अस्ति, सः मैत्रम् अपि च चैत्रं पश्यति. प्राच्यां दिश्यां पश्यति. तत्र मैत्रः अस्ति, चैत्रः अस्ति. इदानीं यज्ञदत्तः वदति मैत्रः परः इति वदति खलु, परः किं परः, कः परः इति भ्रमः भवति. अस्तु, सः एव परः इति वदति. तदनन्तरं चैत्रः तु अपरः इति वदति. इदानीं तदर्थं सामान्यकारणम् अस्ति तत्र दिक्. तदा दिक् विना तत्र तादृशवाक्यप्रयोगः न भवितुमर्हति. तु इदानीं परम् अपरम् इति वदामश्चेत् तत्र परत्वम् अपरत्वम् इति गुणः स्वीकरणीयः वा इति प्रश्नः उदेति. सामान्यकरणं दिक् पर्याप्तं वा इति वदामश्चेत् तदा तत्र परत्वम् अपरत्वं किमर्थं स्वीकरणीयः इति अस्ति. इदानीं कथं वा यज्ञदत्तः मैत्रः परः इति वदति, चैत्रः अपरः इति वदति इति चेत् यदा तत्र मानं कुर्मः तत्र द्वयोः मध्ये डिस्टेन्स् इत्युक्ते कथं वदामः, फलकानि फलकानि स्थापयित्वा कति फलकानि सन्ति. इदानीं यज्ञदत्तः मैत्रयोः मध्ये समान स्थौल्यं यस्य येषां फलकानां सन्ति तान् उपयुज्य यदा वयं यज्ञदत्तः मैत्रयोः मध्ये फलकानि स्थापयामः तदा तादृशमेव यज्ञदत्तः चैत्रः मध्ये स्थापयामः तदा मैत्रस्य अपेक्षया चैत्रस्य तत्र अधिकफलकानि अपेक्षितानि भवन्ति इति कृत्वा तत्र तत्र मैत्रः समीपे अस्ति, चैत्रः दूरे किञ्चित् दूरे अस्ति इति कृत्वा तत्र तादृशव्यवहारस्य तत्र गुणः परत्वम् अपरत्वम् इति गुणः अपेक्षितः इति अस्ति. गुणद्वयं तत्र अपेक्षितम् इति अस्ति. यदा तादृश गुणः नास्ति चेत् कथं वा वयं व्यवहारं कर्तुं शक्नुमः, सः एषः परः सः अपरः इति अस्ति. उत्तमम्, अस्तु, धन्यवादः महोदय. मेहुल् महोदय, भवान् वदतु, अत्र परत्वम् अपरत्वम् इति गुणौ त्यक्त्वा केवलं दिक् उपयुज्य परम् अपरम् इति व्यवहारः न कर्तुं शक्यते वा? केवलं दिक् इति उपयुज्य परम् अपरम् अपरम् इति कर्तुं शक्यते वा न वा इति प्रश्नः खलु. केवलं दिक् इत्युक्ते यथा अत्र प्राची, एषा दिशि प्राची इति तादृशव्यवहारं दिक् उपयुज्य कुर्मः तर्हि दिक् उपयुज्य एव परमपरम् इति अपि व्यवहारं न कर्तुं शक्यते वा इति प्रश्नः. अहं मन्ये तत्र दिक् इति उपयुज्य एकरीत्या चैत्रः इति अपरं भवति, मैत्रः इति परं भवति, परन्तु अन्यत् दिश्यां यदि यज्ञदत्तः उत्तिष्ठः अस्ति चेत्, उपस्थितः अस्ति चेत्, तत्र चैत्रः इति परं भवति, मैत्रः अपरं भवति. अतः तत्र केवलं दिक् कृत्या न वक्तुं शक्नुमः खलु, दिशा स्वीकृत्य एव. हा, इत्युक्ते परत्वम् अपरत्वम् आपेक्षिकम्, आपेक्षिकम् इत्युक्ते रिलेटिव् भवति इत्यतः भवान् वदति. इति तु सत्यं, किन्तु अत्र चित्रं पश्यन्तु सर्वे, अत्र प्राचीदिशि यज्ञदत्तः प्राचीदिशीं पश्यन्नस्ति. तर्हि प्राचीदिशि पश्यन्नस्ति इति वक्तुम् अत्र अत्र दिशः आवश्यकता अस्ति. दिक् विना यज्ञदत्तः प्राचीं दिशीं पश्यन्नस्ति इति न वक्तुं शक्यते. तर्हि प्राचीदिशि एव यज्ञदत्तः पश्यन्नस्ति इति वक्तुं दिक् दिशः आवश्यकता अस्ति. किन्तु तस्मात् उपरि केवलं प्राचीदिशि पश्यति चेत् चैत्रः परः, मैत्रः अपरः इति तादृशव्यवहारः कर्तुं दिक् अशक्तः, असमर्थः अस्ति, असमर्थः अस्ति दिक्. तादृशव्यवहारः कर्तुं दिशि समर्था नास्ति. केवलम् एषा दिक् प्राची, एषा दिक् प्रदीची, उत्तरी इति तादृशमेव वक्तुं समर्था अस्ति दिक्. तस्मादुपरि एकस्मिन् दिशे एव एकः परः, अन्यः अपरः इति वक्तुम् अत्र अन्यतमः गुणः, परत्वम् अपरत्वम् इति अन्यतमौ गुणौ अङ्गीकर्तव्यौ एव भवति. आं सत्यम्, एक एव दिशि चैत्रः दूरे अस्ति, अपि च मैत्रः समीपे अस्ति, अतः दिशि केवलं स्वीकृत्य तत् न वक्तुं शक्नुमः, दूरे अस्ति. किन्तु दिक् विना, दिक् विना इदानीं दिक् त्यक्त्वा केवलं परत्वम् अपरत्वम् इति गुणं स्वीकृत्य एव एषः परः, अन्यः अपरः इति न वक्तुं शक्नुमः. अत्र प्राचीदिशिं प्रथमं द्रष्टव्यं, तस्मिन् दिशि स्थित्वा तदनन्तरम् एव व्यवहारः कर्तुं शक्यते इति कृत्वा दिक् साधारणकारणं भवति, परत्वम् अपरत्वम् असाधारणकारणं भवति. द्वयोः आवश्यकता अस्ति. सम्यक् सम्यक् अस्तु. अपि च केवलं दिक् नास्ति, अत्र परम् अपरम् इति कालं स्वीकृत्यापि व्यवहारं कर्तुं शक्नुमः खलु. आं सत्यं, कालं ज्येष्ठः कनिष्ठः इति तादृशव्यवहारः. आं तदपि अस्ति. तर्हि कालं, कालम् आधारीकृत्य अपि एषः श्रेष्ठः इत्युक्ते ज्येष्ठः इत्युक्ते एषः परः, तस्य अपेक्षया अन्यः अपरः इति कालम् आधारीकृत्यापि व्यवहर्तुं शक्नुमः इति कृत्वा अत्र कालमपि साधारणकारणमस्ति, दिक् अपि साधारणकारणं, किन्तु परत्वम् अपरत्वम् इति गुणौ द्वौ असाधारणकारणौ. अस्तु, भवान् एव वदतु महोदय, अत्र इदानीं तस्य वृत्तित्वं, तयोः वृत्तित्वम्. आम् आम्, परत्व अपरत्वस्य वृत्तित्वमस्ति पृथिव्यादिचतुष्टय मनोवृत्तिः इति अस्ति. अतः पृथिव्याधिचतुष्टः इत्युक्ते पृथ्वी, जल, तेज, वायु, अपि च मन, चतुष्टय एव तदेव अहं मन्ये. पृथ्वी जल चतुष्टयं नास्ति, पृथिव्याधिचतुष्टयम् इत्युक्ते पृथिवी, जल, तेज, वायु, तदनन्तरं मनः. ओ, तदनन्तरं मनः. आहत्य पञ्चसु द्रव्येषु परापरत्वं विद्यते. तर्हि किञ्चित् चिन्तयति वा तस्मिन् विषये? आम्, पृथिव्यां तु वयम् अधुना एव दृष्टवन्तः, प्राची, उत्तर, एते सर्वे दिक् स्वीकृत्य पृथिव्यां तत्र अपरत्वम् अपरत्वम् इति दूरे अस्ति चेत्, समीपे अस्ति चेत् अपरत्वं परत्वम् इति वक्तुं शक्नुमः. अनन्तरं अस्तु, एवं चिन्तयतु महोदय, एवं चिन्तयतु, अत्र किं त्यक्तं पञ्चसु द्रव्येषु लभ्यते इति उक्तं खलु, तस्य वृत्तित्वम् अस्ति, किन्तु किं त्यक्तम्? आकाशः इति त्यक्तम्। अस्तु, हा समीचीनम्, आकाशः त्यक्तम्, अन्य चत्वारः चत्वारि द्रव्याणि त्यक्तानि सन्ति खलु? आम् आम्, काल दिक् आत्मा अपि त्यक्तम्। हा सत्यं, तर्हि इदानीम् आकाशे परत्वम् अपरत्वं किमर्थं न भवति इति चिन्तयति चिन्तयतु। आकाश तु विभु एव, अतः तत्र आकाशे समीपे अथवा दूरे इत्यादि वयं न वक्तुं शक्नुमः, विभुद्रव्यः अस्ति अतः। हा इत्युक्ते आकाशस्य दिक् आधारं यदा कदापि न भवति, इत्युक्ते आकाशं स्वीकृत्य एषः आकाशः प्राच्यां दिश्याम् अस्ति इति न वक्तुं शक्नुमः खलु? सत्यं, न वक्तुं शक्नुमः। यदि तादृशं वक्तुं शक्नुमः तदनन्तरमेव अपरत्वं परत्वम् इत्यादिकं भवति। सत्यं सत्यं, तर्हि दिक्कृत दिक्कृत आधारः तत्र, इत्युक्ते दिक् आधारः आकाशस्य यदा कदापि न भवति, विभुद्रव्याणाम् आधारः दिक् यदा कदापि न भवति। किन्तु इदानीं कालं स्वीकृत्य चिन्तयतु, कालं तु सर्वेषाम् आधारः इति अस्माभिः अधीतं खलु? तर्हि कालं स्वीकृत्य अत्र परम् अपरम् इति व्यवहारः कर्तुं शक्यते वा? तथैव अत्र वयं कृतं खलु, कालकृतं परत्वं ज्येष्ठे अस्ति, अपरत्वं कनिष्ठे अस्ति इति। सत्यं, किन्तु ते तु ज्येष्ठः तु अत्र, तर्हि भवान् एव तादृशं चिन्तनीयं, तर्हि चिन्तयति चेत् बोधः जायते। आम् आम्, तत् कालः भिन्नः वा अस्य, अत्र यत् नवेषु द्रव्येषु यत् कालः अस्ति तस्य अपेक्षया अत्र ज्येष्ठकनिष्ठ इत्यस्य यत् कालः अस्ति तत् अभिन्नः इति अहं मन्ये। न न, इतोपि समी अस्तु, अत्र एषः ज्येष्ठः, एष्ठः कनिष्ठः इति, अतः एषः परः एषः अपरः इति कालम् आधारीकृत्य केषां विषये तादृशव्यवहारः कर्तुं शक्नुमः? ओके, केषां विषये अत्र तु जनाः जनानां विषये एव अस्ति, परन्तु पृथिव्यादि ये मूर्तद्रव्याणि सन्ति तेषां कृते एतत् कर्तुं समीचीनं। मूर्तद्रव्यम् इति किमर्थम् उक्तम्? तस्य जननम् अपि भवति अपि च नाशः अपि भवति, अतः कालेन तस्य गणना कर्तुं शक्नुमः कियत् कालं ते मूर्तद्रव्याणि जगति सन्ति अथवा कदा तस्य जन्म भवति अपि च नाशः भवति इति अपि, अतः। हा समीचीनं, किन्तु इदानीं अत्र किं पदं प्रयुज्मः? मूर्तद्रव्यम् इति यदा क्रियाविषये वदामः तत्र मूर्तद्रव्यम् इति पदं, किन्तु कालम् अधिकृत्य मूर्तद्रव्याणाम् उल्लेखः कथं क्रियते, किं पदं प्रयुज्य? अनित्यं वा? हा उत्तमं, समीचीनम्, अस्तु, अनित्याः खलु? आम् सत्यं, तर्हि ज्येष्ठः अपि अनित्यः, कनिष्ठः अपि अनित्यः इति कृत्वा ज्येष्ठस्य जननमपि अभवत्, कनिष्ठस्यापि जननम् अभवत्, द्वयोः जननम् अभवत् इति कृत्वा कालम् अधिकृत्य एषः परः अन्यः अपरः इति व्यवहारः कर्तुं शक्यते, किन्तु इदानीम् आकाशः कीदृशपदार्थः? हा आकाशः तु नित्यमेव। हा यद्यपि कालः आकाशस्य आधारः अस्ति इति कृत्वा एव आकाशः नित्यः इति वक्तुं शक्यते, अतः कालम् आधारीकृत्य एव तस्य नित्यत्वं वदामः खलु, किन्तु नित्यम् इति कृत्वा नित्यात् पूर्वं नित्यात् परम् इति न वक्तुं शक्नुमः खलु? न, न वक्तुं शक्नुमः इति कृत्वा, यद्यपि कालः आकाशस्य आधारः अस्ति, तथापि परापरत्वम् इति व्यवहारः तत्र आकाशे न कर्तुं शक्यते. अन्यत् सर्वत्र काल आधारः अस्ति, परन्तु ते नित्याः नास्ति, अनित्याः, अतः एव अपरत्वं परत्वम् इति व्यवहारं कर्तुं शक्नुमः, परन्तु आकाशस्य कृते न कर्तुं शक्नुमः. सत्यं, केवलम् आकाशस्य नास्ति, ये विभुद्रव्याः सन्ति, नित्यद्रव्याः, नित्य विभुद्रव्याः, विभवः सन्ति चेत् नित्याः एव भवति खलु. एकमपि द्रव्यं यद् यः यद्द्रव्यं विभुः अस्ति किन्तु नित्यं नास्ति इति तादृशम् अस्माभिः न स्वीकृतं खलु. इति कृत्वा पृथिव्यादिचतुष्टयमनोवृत्ति वृत्तिनि इत्युक्ते अत्र विभुद्रव्याणि त्यक्तानि, अन्यत्र अन्येषु सर्वेषु परत्वम् अपरत्वं भवत्येव इति. अस्तु, अत्र इदानीं किं पार्थिवपरमाणुः स्वीकुर्मश्चेत् पार्थिवपरमाणवः नित्याः किन्तु विभवः न इति कृत्वा तत्र परत्वापरत्वम् इति व्यवहारः कर्तुं शक्यते. अस्तु, विपरीतरीत्या ये विभुः अस्ति तत्तु नित्यमस्ति, परन्तु नित्यमस्ति चेत् विभुः इति नास्ति. नित्यमस्ति चेत् विभुः अस्ति इति नास्ति. तर्हि नित्यत्वविभुत्वयोः मध्ये व्यापकव्याप्यभावः अस्ति. ओ अस्तु, इत्युक्ते यद् विभुः अस्ति तद् नित्यमेव, किन्तु यद् नित्यमस्ति तद् विभुः इति नास्ति. तदेव अस्तु, अधुना स्पष्टः. समीचीनम्. अस्तु, अपि च इदानीं कः वदति, रमेश महोदय वदति वा अत्र परापरत्वस्य वैविध्यं कति विधम् इति. द्विविधम् अस्ति महोदय, दिक् कृते कालकृते इति अस्ति. दिक् आधारीकृत्य परापरत्वं वक्तुं शक्यते, काल आधारीकृत्य परा अपरत्वं वक्तुं शक्यते. उत्तमम्. अत्र दिक् कृते कालकृते इति दिक् कृते इति पदस्य विभक्तिवचनं वदति वा. सप्तमी एक प्रथमविभक्ति अस्ति, द्विवचनमस्ति. वन् डाट् टु प्रथमाविभक्ति द्विवचनम्. अत्र परत्वम् अपरत्वम् इति नपुंसकलिङ्गपदं द्वयमपि, अतः एव परा परत्वापरत्वे इति लिखितं. ते इति अपि प्रथमाविभक्ति द्विवचनं, द्विविधे प्रथमाविभक्ति द्विवचनं, दिक् कृते प्रथमाविभक्तिद्विवचनं, कालकृते प्रथमाविभक्तिद्विवचनम्. उत्तमम्. अस्तु, तर्हि अत्र फलकानि उपयुज्य दिक् कृत परत्वापरत्वं निरूपितं, तर्हि कालिकपरत्वापरत्वनिरूपणं किम् आधारीकृत्य वदामः, भवानेव वदतु महोदय. भूतले तु सूर्यकिरणम् आधारीकृत्य वक्तुं शक्यते, सूर्यस्य किरणं जन्यते तद् एकः यद् ज्येष्ठः अस्ति सः अधिकं किरणं तस्मिन् सः अधिककिरणं पश्यति न वक्तुं शक्यते, सः अधिकं किरणं तस्मिन् शरीरे पतति इति वक्तुं शक्यते. तर्हि यः कनिष्ठः अस्ति तस् अत्र कालस्य विषये यदा अस्माभिः अधीतं, तत्र कालस्य उपाधिः किं किं भवितुम् अर्हति इत्यत्र प्रथमं किम् उक्तं, तुल्यक्रिया यत्र दृश्यते सा तुल्यक्रिया कालस्य उपाधिः भवति इति अस्माभिः अधीतं खलु. सूर्ये जायमानक्रिया यदस्ति सा क्रिया तुल्यक्रिया अस्ति. इति कृत्वा सूर्यभ्रमणम् इति क्रियां स्वीकृत्य कालस्य मानं कर्तुं शक्यते. अपि च येन द्रव्येण सा तुल्यक्रिया अनुभूता तद् द्रव्यम् अपि स्वीकृत्य कालस्य गणनं कर्तुं शक्यते इति अस्माभिः अधीतम्. तर्हि अत्र सूर्यकिरणम् इति न वदतु, सूर्यभ्रमणं क्रिया स्वीकरोतु. आमां तुल्यक्रिया एव उपाधित्वेन भवितुमर्हति. अपि च येन द्रव्येण तुल्यक्रिया अनुभूता तद्द्रव्यमपि उपाधित्वेन कालस्य उपाधित्वेन भवितुमर्हति. अस्तु, इदानीं वदतु. तर्हि सूर्यभ्रमणं सदा भवति. तर्हि तत् आधारीकृत्य यस्मिन् यदा सूर्यभ्रमणं भवति तदा सूर्यकिरणमपि उत्पाद्यते खलु महोदय? सत्यं सत्यं. हा, तत् सूर्यकिरणं तस्य अनुभवम् एव भवति यस् ज्येष्ठः अस्ति यत् कनिष्ठः अस्ति ते सूर्यकिरणस्य अनुभवं प्राप्त्वा एव तद् वक्तुं शक्यते. यस् यः अधिकं सूर्यकिरणस्य अनुभवं प्राप्नोति सः ज्येष्ठः, यः न्यूनं प्राप्नोति सः कनिष्ठः इति वक्तुं शक्यते. सत्यं सत्यम्. अत्र पुस्तके किरणं स्वीकृत्य दत्तमस्ति, क्रिया किरणं, तत्र तपनः समवायसम्बन्धेन तपनः भवति, तत्र संयोगः अस्ति कालेन सह इति एतत् सर्वम् उक्तं. किन्तु सामान्यरीत्या वदामश्चेत् इदानीं रामः रामेण सूर्यभ्रमणक्रिया अधिकम् अनुभूता अस्ति लक्ष्मणस्य अपेक्षया इति कृत्वा रामः ज्येष्ठः, लक्ष्मणः कनिष्ठः इति भवति. अस्तु महोदय, परापरत्वविषये परा अपरा इति यद् परा इति गुणमस्ति महोदय, तस्य परिणाममस्ति दूरस्य अनुभवः वा समीपस्य अनुभवः वा महोदय? परत्वम् इति गुणः, परा नास्ति, परा इति व्यवहारः, परत्वम् इति गुणम् आधारीकृत्य एषा परा अन्या अपरा इति व्यवहारः. कालकृते ज्येष्ठः कनिष्ठः अपि तथैव महोदय? सत्यम्. अत्र ज्येष्ठः एषः ज्येष्ठः इति परत्वं स्वीकृत्य एव व्यवहारः कृतः कालम् अधिकृत्य. तत्र कालं कालः साधारणकारणं भवति, परत्वम् असाधारणकारणं भवति ज्येष्ठः इति वक्तुम्. तत् नास्ति चेत् महोदय किं परत्वं वा अपरत्वं वा तत् कथं वा वक्तुं शक्नुमः एषः ज्येष्ठः इति? कालविषये महोदय, पूर्वं कालं यद् जनितः सः ज्येष्ठः. न, पूर्वम् इति पदं प्रयुक्तं खलु भवता, पूर्वम् इति कथं निश्चितम्? यदि कालमेव आधारीकृत्य वदामः तर्हि एवं वक्तुं शक्नुमः, रामस्य वयः विंशतिः, विंशतिः तुल्यक्रिया रामेण अनुभूता इति कृत्वा रामस्य वयः विंशतिः इति तावदेव वक्तुं शक्यते. पूर्वं परम् इति इदानीं भवता उक्तं खलु, पूर्वम् इति तत् कालम् आधारीकृत्य न वक्तुं शक्यते महोदय. हा, पूर्वम् अपरम् इति तादृशप्रयोगः परत्वम् अपरत्वम् इति गुणम् आधारीकृत्य एव वक्तुं शक्नुमः. बुद्धं खलु? अस्तु महोदय. हा, सी, वित् यूसिङ्ग् टैम् यु केन् ओन्ली मेशर् हौ मच् क्रिया हेस् बीन् एक्स्पीरियन्स्ड् बै अ पर्टिक्युलर् आब्जेक्ट्. सो यु केन् से, यु केन् ओन्ली से दिस् मच् टैम्. Rama so, is 20 years old, Lakshmana is 15 years old. Huh? That unit, huh? Yad asti, यद् अधिकमस्ति तद् ज्येष्ठः न अधिकम् ओके सपोजिङ्ग् इफ् यु टेक् ऐ विल् गिव् यु एन् एक्साम्पल् लेट् अस् से ऐ एम् नाट् टाकिङ्ग् आफ् दि पौराणिक रामान् लक्ष्मण ऐ एम् टाकिङ्ग् आफ् इदानीन्तनकाले Rama was born in 1950 and Rama died in 2010. He lived for 60 years. Lakshmana was born in 1955 and even today he is alive. So kalasya apekshaya manam kurmaschet Ramasya vayaha asti shashti, shashtihi. 60 years is the vayas of Rama. Lakshmana is now 75 years old. Panchashashti. Oh. Or 65. I don't know whether I did a calculation mistake. Yeah, 55, 45 plus 20. No, 75, correct. So Lakshmana is 75. And Rama is 60. So if you have to only take Kala as the measure, then who will you say is jeshta? Mahode atra tu astu mahode kalu so if you only take kala as the measure, only if you were to do vivahara using kala, then Lakshmana will become jeshta because he has lived more. Point apekshate. He has experienced more of tulya kriya as compared to Rama. So if you only were to say, take Kala as the basis, then Lakshmanaha Jeshtaha Bhavati, Natu Ramaha. Common reference Kintu, point apekshate. Haan, tarhi tasmad upari kevalam kalam svikurumasche Lakshmanaha Jeshtaha Bhavati. But, on top of Kala, yadi paratvam aparatvam iti gunam api adhari kritya varamaha, tarhi यद्यपि रामस्य जीवनं न्यूनकालमेव अस्ति तथापि सः एव ज्येष्ठः भवति बुद्धं खलु अस्तु महोदय तस्य आवश्यकता समीचीनं धन्यवादः महोदय अस्तु तर्हि अत्र इदानीं भवान् एव वदतु स्वामी महोदय गुरुत्वलक्षणम् महोदय पुनः एकवारं वदतु महोदय गुरुत्वं परापरत्वविषये इदानीं चिन्तनं सम्पूर्णचिन्तनं जातं तर्हि इदानीं गुरुत्वं प्रति चिन्तनम् आद्यपतन असमवायिकारणं गुरुत्वं हा इति लक्षणं तर्हि किञ्चित् वदतु लक्षणवाक्यविषये लक्षणे किं किम् अस्ति इति महोदय एतत् प्रथमवारम् अहं पठामि महोदय पूर्वं न ओ इति वा आं महोदय पूर्वं न पठितम् अस्तु तर्हि सत्यभामा भगिनी भवान् आगतवान् खलु वर्गे भवान् आसीत् आं किन्तु कानिचन कक्षायाम् अहम् अस्तु अस्तु तर्हि सत्यभामा भगिनी प्रयत्नं करोति वा आं महोदय आद्यपदन असमवायिकारणं गुरुत्वम् आद्यपदनस्य असमवायिकारणम् इति अस्ति तर्हि प्रथमम् आद्यपदन असमवायिकारणम् इति समस्तपदस्य विग्रहवाक्यं वदति वा आद्यपदन असमवायिकारणम् आद्यपदनस्य असमवायिकारणम् इति भवति कति पदानि सन्ति प्रथमम् आद्यपदनं आद्यपदनम् इति एकमेव पदं वा अत्रापि पदद्वयमस्ति वा आद्य इति अस्ति आद्य अपि च पदनं तर्हि तयोः मध्ये कीदृशः समासः आद्यं च पदनं च इति उत्तमं कर्मधारय आद्यं च असौ पतनं च आद्यपतनम् तदनन्तरम् आद्यपतनं समवायि असमवायि असमवायि आद्यपतनम् आद्यपतनस्य असमवायि कारणं तदेव आद्यपतनस्य असमवायी कारणं वस्तुतः तत्र असमवायी कारणम् इति अपि समस्तपदमस्ति भवतु तावत् न गच्छेम आद्यपतनस्य असमवायी कारणम् अत्र कीदृशषष्ठी अस्ति असमवायी कारणं कारणमस्ति अतः सम्बन्धः एव महोदय इति न वक्तव्यं भवती जानाति कारणम् इति कीदृशपदमस्ति कारणमिति कृदन्तपदमस्ति कीदृश कृत् प्रत्ययः अस्ति पदस्य अन्ते ल्युट् समीचीनं ल्युट् ल्युट् प्रत्ययः तर्हि ल्युट् प्रत्ययः कृदन्तं परे अस्ति चेत् केन सूत्रेण षष्ठीविभक्तिः भवति कर्तृकर्मणोः कर्तृकर्मणोः कृति इति सूत्रेण कृत् परे कृदन्ते परे पूर्वं स्थितस्य षष्ठीविभक्तिः भवति अस्तु अत्र कर्तृर्थे षष्ठी वा कर्मार्थे षष्ठी वा कर्तृर्थे अस्ति कारणमस्ति करणार्थे भवति करणम् इति नास्ति कर्तृकर्मणोः कृति कर्ता वा कर्म एव भवति चिन्तयतु शिवराम महोदय किञ्चित् साहाय्यं करोतु अत्र कर्तृर्थे वा कर्मार्थे वा कर्मार्थे इति भाति अत्र अद्य कथम् इति प्रतिपादनम् अद्यस्य पतनम् अतः कर्म अद्यस्य पतनं नाम कर्ता भवेत् अद्यस्य पतनम् अत्र पत् पत् इति धातुः अस्ति खलु पतनम् आम् फलं पतति इति एव भवति खलु पत् इति धातोः कर्म न भवति खलु अकर्मकधातुः अस्ति तर्हि कर्ता एव भवति कर्ता भवति अत्र आद्यपतन असमवायीकारणम् आद्यपतनस्य असमवायीकारणम् इत्यत्र कर्तृर्थे षष्ठी अस्तु तर्हि आद्यपतन असमवायीकारणं गुरुत्वम् इति उक्तं तर्हि सत्यभाम भगिनी भवती एव वदतु अत्र असमवायीकारणस्य लक्षणं किम् असमवायीकारणं समवायेन स्थित्वा समवायनकार्यं जनयति इति अस्ति तर्हि निरूपयतु कथं वा गुरुत्वम् असमवायीकारणम् असमवायीकारणस्य लक्षणं कथं वा गुरुत्वे पतति इति निरूपयतु गुरुत्वम् असमवायीकारणम् इदानीम् एकं कन्दुकम् उदाहरणं स्वीकृत्य वदामि महोदय वदतु यदि इदानीं कन्दुकम् उपरि क्षिपामः चेत् तस्मिन् कन्दुके समवायेन यदस्ति क्रिया अस्ति प्रथमं तदनन्तरं यदि तद् उपरि गच्छति तस् यदा तदनन्तरम् अधो आगच्छति तर्हि प्रथमं तद् तस्य अधोगमनस्य कारणं गुरुत्वम् इदस्ति तद् इदानीं तदपि कन्दुके समवायेन अस्ति अतः इदानीं समवायेन स्थित्वा समवायेन कार्यं जनयति तेन कारणेन तद् अधोभागं पतनम् इति क्रिया भवति तस्य. उत्तमं, बहु उत्तमं भगिनि. अस्तु, गुरुत्वं कन्दुके, गुरुत्वम् इति गुणः कन्दुके इति द्रव्ये समवायेन स्थित्वा समवायेन कन्दुके आद्यपतनक्रियां जनयति इति कृत्वा इदानीं गुरुत्वम् असमवायीकारणम्. उत्तमम्. अस्तु, एकमपि वक्तव्यमत्र. किमर्थम् अत्र पतन असमवायीकारणं गुरुत्वम् इति अनुक्त्वा आद्यपतन असमवायीकारणम् इति उक्तम्? आद्य इति पदस्य आवश्यकता का? फ्रम् द स्टार्टिङ्ग् पायिण्ट् ओन्ली ग्राविटि आवश्यकम्. हा, किन्तु गुरुत्वम् इत्यस्य अर्थः ग्राविटि नास्ति. गुरुत्वम् इत्यस्य अर्थः कः आङ्ग्लभाषायां? गुरुत्वम् इनर्शिया नो, स्टार्टिङ्ग् ओन्लि नो. नो नो नो, गुरुत्वम् इत्युक्ते वेट्. वेट्, ओ ओके. ऐ थोट् द स्टार्टिङ्ग् पुष् आफ् दट् थिङ्ग्. न न, गुरुत्वम् इत्युक्ते वेट्. ओके, अस्तु. किमर्थमत्र आद्यपतनस्य असमवायीकारणमेव गुरुत्वम्? द्वितीयपतनम् आरभ्य अन्तिमपतनं पर्यन्तं किमर्थं गुरुत्वं न कारणम्? अत्र भिन्नानि क्रिया अस्ति, भिन्नभिन्नदेशे अस्ति, अतः विभागः संयोगः इति तत्सर्वं भवत्येव. किन्तु क्रियया एव जायते. किन्तु आद्य अत्र यदि पतनासमवायीकारणं गुरुत्वम् इति वदामः, कः क्लेशः भवति? किमर्थम् आद्यपतनासमवायीकारणम् इति वक्तव्यम्? न जानामि महोदय. अस्तु, वर्षा भगिनी वदतु. अत्र एकः अपि संस्कारः उत्पद्यते महोदय, वेगः इति. तत् कारणेन एव प्रथमपतनात् परम् अन्य पतनस्य जननं भवति. अत्र एव प्रथमपतनस्य कारणं गुरुत्वम्, आदिपतनस्य कारणं गुरुत्वम् इति नैयायिकाः वदन्ति. इत्युक्ते द्वितीयपतनस्य कारणं भवति संस्कारः, वेगाख्यसंस्कारः, खलु? इति कृत्वा केवलम् आद्यपतनस्य एव गुरुत्वं कारणम्. आद्यपतनेन वेगाख्यसंस्कारः कन्दुके जायते. रमेश महोदय, प्रश्नः अस्ति वा? महोदय, किमर्थं वेग इति वक्तव्यम् इति न बुद्धं महोदय? समीचीनं, तदपि चिन्तनीयम्. अत्र वेगाख्यसंस्कारः उत्पद्यते इति नैयायिकाः वदन्ति, किन्तु किमर्थं तद् वक्तव्यं? भवानेव चिन्तयतु. सर्वैः चिन्तयितुं शक्यते, वयमेव ऊहां कर्तुं शक्नुमः. महोदय, मोमेण्टम् इति एकं पदार्थम् आवश्यकमस्ति महोदय. अत्रैव वेगम् इति दत्तमस्ति किल महोदय? न, तत् त्यजतु. इदानीं वैज्ञानिकशास्त्रं विना केवलम् ऊहामेव कुर्मः. यदि पतनक्रिया आद्यपतननाद् तत्र पतनक्रिया यावदस्ति, सा पतनक्रिया गुरुत्वेन जायते इति वदामश्चेत् कः क्लेशः भवति? What will be the problem if we say that the entire patana is happening because of gurutva? Mahode, then the patana parampara will indefinitely continue. Iti kleshaha bhavati. Itute kriya, patana kriya kada samapyate. Iti na vaktum shaknumaha. Yadi samskaraha iti vadamaha, आद्यपतनेन संस्कारः जायते, तर्हि संस्कारेण द्वितीयपतनं जायते, द्वितीयपतनेन पुनः नूतनसंस्कारः जायते. इदानीं द्वितीयपतनेन यः संस्कारः जायते सः संस्कारः किञ्चित् तस्य शक्तिः किञ्चित् न्यूनमस्ति. तर्हि द्वितृतीयपतनेन चतुर्थपतनेन संस्कारः उपरि उपरि यदा जायते तस्य न्यूनगतिः प्राप्यते एव इति कृत्वा अन्ततो गत्वा इदानीं कन्दुकं यस्मिन् कस्मिंश्चित् समये अत्र अधोभागे आगत्य तत्रैव तिष्ठति खलु. तर्हि तस्य कारणं यदि गुरुत्वमेव कारणं पतनक्रियायाः कारणम् इति वदामः, गुरुत्वं यदा कन्दुकम् अधोभागे आगतं भूतलं प्रति आगतं तथापि कन्दुके गुरुत्वमस्ति, तर्हि गुरुत्वमस्ति इति कृत्वा किमर्थं क्रियायाः अग्रे गमनं नास्ति इत्युक्ते किमर्थं क्रिया स्थगनं जातं स्थगना जाता इति न निरूपयितुं शक्यते. किन्तु तन्मध्ये यदि संस्कारः देगाख्यसंस्कारः इति नूतनपदार्थः कल्पयामः तर्हि संस्कारः संसारस्य न्यूनगतिः जायमानमस्ति इति उक्त्वा इदानीं भूतलं प्रति यदा आगच्छति तत्र इदानीं संस्कारं नास्ति इति कृत्वा पुनः नूतनक्रिया न जायते इति वक्तुं शक्यते. गुरुत्वं तत्रैव तिष्ठति किन्तु गुरुत्वम् अस्ति चेदपि पतनक्रिया न जायते किमर्थं संस्कारः नास्ति इति कृत्वा तादृशं विवरणं कर्तुं शक्यते. यदि गुरुत्वमेव कारणम् इति वदामः तर्हि गुरुत्वं सर्वदा कन्दुके अस्ति इति कृत्वा पतनक्रिया जायमानं भवेत् किन्तु तादृशं नास्ति इत्यतः मध्ये संस्कारः इति कश्चन गुणः कल्पितः. स च संस्कारः अपि तस्य नाम अस्ति वेगः इति. कुत्र लभ्यते? कन्दुके एव लभ्यते. अपि च न्यूनगति यथा आत्मनि जायमानभावनाख्यसंस्काराणां नाशः कथं भवति इति अस्माभिः चिन्तितं चरमस्मरणेन अत्र संस्कारस्य नाशः भवति इति यथा अस्माभिः चिन्तितं तथा अत्रापि चरमपतनेन संस्कारस्य नाशः भवति. संस्कारः अत्र पतनार्थमेव कल्पितम् इति कृत्वा तादृशं समीचीनतया वक्तुं शक्नुमः. किन्तु गुरुत्वमेव कारणम् इति वदामश्चेत् तत्र क्लेशः भवति इति कृत्वा अत्र आद्यपतन आद्यपतनस्य एव गुरुत्वं कारणं तेन आद्यपतनं जायते आद्यपतनेन संस्कारः वेगाख्यसंस्कारः जायते वेगाख्यसंस्कारेण द्वितीयपतनं जायते द्वितीयपतनेन वेगाख्यस्य नूतनवेगाख्यसंस्कारः न्यूनगत्या जायते तदनन्तरं पुनः पतनम् इति तादृशं गच्छति. अपि च संस्कारः नश्यति अपि चरमेन पतनेन इति वक्तुं शक्नुमः. बुद्धं वा रमेश महोदय? इदानीं बुद्धं महोदय. अस्तु, ते म्यूट् मध्ये अस्ति. वर्षा भगिनी अग्रे वदति वा? महोदय प्रश्नं किं महोदय न श्रुतम्. हा अस्तु, तर्हि इदानीं किमर्थं संस्कारः इति कल्पितः इति मया उक्तं. तदनन्तरम् इदानीं पार्थिवद्रव्येषु जायमान आद्यपतनस्य विषये कन्दुके कथं जायते इति अस्माभिः अधीतं. तदनन्तरं जले आद्यपतनं कथं जायते? अस्तु, तस्मात् पूर्वं भवती एव वदतु गुरुत्वं कुत्र कुत्र लभ्यते, केषु द्रव्येषु लभ्यते? गुरुत्वं तु पृथ्वीजले एव वर्तते. समीचीनं, तर्हि न एकनिमिषं, पृथिवीजलवृत्ति अस्ति खलु गुरुत्वं? आं महोदय. तर्हि पृथिव्यां जायमान आद्यपतनस्य गुरुत्वं कारणं, जले अपि सा एव गुरुत्वं कारणं, तदेव गुरुत्वं कारणं, जलवृत्ति पार्थिवांशः तत्र सन्ति किं महोदय? जले पार्थिवांशाः सन्ति तेन तत् न न जले अपि गुरुत्वमस्ति खलु, किमर्थं पार्थिवांशाः सन्ति इति वक्तव्यं? जले अपि, जले साक्षात् गुरुत्वमस्ति, तदङ्गीकृतमपि पृथिवी जलवृत्ति इति. तर्हि जले पार्थिवांशाः न मिश्रिताः चेदपि जलं पतत्येव, जले स्वयं गुरुत्वमस्ति इति कृत्वा. अस्तु, तर्हि इदानीम् अग्रिमप्रश्नः अस्ति, गुरुत्वरहिते तेजसी कथं पतनं? गुरुत्वं तेजसी नास्ति किन्तु तेजः पतति इव भाति, तस्य कारणं किम्? वर्षा भगिनी वदतु. अत्र तेजसी यः पतनं भवति तत् पृथिवी पार्थिव अंशः अस्ति, तस्य एव पतनं भवति. तत् मया सम्यक्तया न बुद्धं महोदय, परन्तु अस्तु. अत्र टार्च् लैट् अस्ति खलु, चित्रमस्ति खलु? आं महोदय. हेण्ड् टार्च् इत्युक्ते दीवटि, अस्माकं युनो इफ् यु युनो वाट् रोल् अ क्लात् आन् अ वुड् अण्ड् देन् लैट् इट् वित् डिप्ट् इन् आयिल्, यु विल् सी द आयिल् फालिङ्ग् and along with the oil you will see fire also falling, but you will not see oil is falling, you will see as though fire is falling down. Tadeva atra pradarshitam asti. Tarhi idani prashna asti, atra tejaha patati kintu bhavata uktam tejasi gurutvam nasti iti, kintu pratyakshena drishyate tejaha patati iti drishyate, tarhi tasya patanam katham iti prashna. तस्य उत्तरं यथा भवत्या उक्तं तदेव, अत्र तेजः न पतति किन्तु अत्र तैलमस्ति खलु, पार्थिवद्रव्यमस्ति तैलं, तैलं पतति किन्तु तैलं ज्वलनमस्ति, तैले ज्वलनमस्ति, ज्वाला अस्ति इति कृत्वा तेजः पतति इव भाति. वस्तुतः अत्र किं पतति इति चेत् तैलमेव पतति, तेजः यदा कदापि न पतति, स्वयं न पतति इति अत्र लिखितं. तर्हि अत्र तैले तेजः अस्ति अपि च तैलं पतति, तर्हि तेजः अस्ति इति कृत्वा तेजः पतति इव भाति तावदेव. वस्तुतः अत्र तैलमेव पतति इति लिखितम्. उद्धम महोदय, परन्तु प्रश्नः अस्ति, यदि तैलं नास्ति तर्हि तर्हि यदा यदा एकः पार्थिवद्रव्यस्य तेजसि संयोगेन यदि पतति इति भाति तत् पार्थिवद्रव्यं, यदा एकः पीस् आफ् वुड् स्वीकुर्मः तस्य तेजसि संयोगेन पतनं भवति इति दृष्टं, परन्तु अत्र तैलं न अस्ति, अत्र पतनं भवति इति दृष्टम् इत्युक्ते न बुद्धम्. उदाहरणम् आङ्ग्लभाषायां वदतु. आम्, इफ् यु टेक् अ पीस् आफ् वुड् एण्ड् वि लैट् इट्, इट् अपियर्स् टु फाल्, देर् इस् नो तेजसि देर्, इट् कुड् आक्चुलि बि द वाटर् इन् द वुड् आर् इट् कुड् बि द वुड् इट् सेल्फ् विच् इस् फालिङ्ग्. सो विन् वि सेम् पार्थिव द्रव्यं विच् इस् फालिङ्ग्, इट् इस् अ वुड् रैट्, इट्स् नाट् अ तैल. सत्यं. सो इन् द केस् आफ् द क्लात् अण्ड् दि आयिल् आल्सो, इस् इट् द क्लात् आर् इस् इट् द आयिल्? देट् वास् मै डौट्. इट् इस् दि आयिल्, यु केन् से विच् एवर्, आयिल् इस् आल्सो पार्थिव द्रव्यम्. ओके, so you don't, it's not the fuel. Okay, okay, understood. Fuel is apartheo dravya moti yasmin idanim taile dravatram drishyate, tarhi dravatvam yatra yatra asti tat sarvam jaliyam iti nasti. Ghrite agni sayogena dravatvam jayate khalu, tarhi tatra dravatvam asti iti krutva tad idanim jaliyam iti jalasya लक्षणं द्रवत्वम् आधारीकृत्य न कृतं. पार्थिवद्रव्येषु अपि द्रवत्वं भवति, जले तु द्रवत्वम् अस्ति एव. तेजसि अपि द्रवत्वं दृश्यते, कुत्र? सुवर्णे. सुवर्णमिति तैजसीयद्रव्यं नैयायिकानां मतानुसारं. किमर्थं तैजसमिति स्वीकृतं? यद्यपि अत्यन्त अनलसंयोगेन अन्येषां पार्थिवद्रव्याणां नाशः भवति किन्तु सुवर्णस्य नाशः न भवति. अत्यन्त अनलसंयोगे सति सुवर्णे केवलं द्रवत्वमेव जायते, नश्यति इति कृत्वा सुवर्णं तैजसम् इति नैयायिकैः स्वीकृतम्. तर्हि द्रवत्वम् इति गुणः, यदा द्रवत्वं प्रति आगच्छामः तदा इतोपि चिन्तनं भवति, किन्तु द्रवत्वं पार्थिवद्रव्येषु भवति, जलीयद्रव्येषु भवति, तैजसद्रव्येषु अपि द्रवत्वं भवति. अस्तु, अत्र कः वदति, शिवराममहोदय प्रयत्नं करोति वा, गुरुत्वलक्षणे अपूर्वविचारः, तत्र अपूर्वं किम् इति वदति वा? गुरुत्वलक्षणे अपूर्वविचारः, हा, तस्मिन् पाठे अत्र अपूर्वविचारः कः? गुरुत्वं समवायसम्बन्धेन फले अस्ति, आद्यपतनम् इति क्रिया अपि समवायसम्बन्धेन फले अस्ति, तर्हि असमवायिकारणमस्ति गुरुत्वम् आद्यपतनं प्रति, किन्तु अपूर्वविचारः कः अत्र? इदं च गुरुत्वं न, गुरुत्वं ज्ञातु इन्द्रियेण ज्ञातुं न शक्यमिति, तस्य अनुमानं भवति इत्येव न? गुरुत्वम् इति गुणः, गुणस्य निरूपणम् अनुमानेन क्रियते, प्रत्यक्षेण गुरुत्वं न दृश्यते खलु. आद्यपतनं दृष्ट्वा तदेव लक्षणम्, आद्यपतनं दृष्ट्वा गुरुत्वम् इति कश्चन गुणः अस्ति येन आद्यपतनं जायते इति अनुमानं कर्तुं शक्नुमः, किन्तु गुरुत्वलक्षणे अपूर्वविचारः इति अस्ति. अस्तु, श्रीराममहोदयेन पठितं वा? किञ्चित् स्मरणे अस्ति. तत्र अहं चिन्तयामि, तत्र आद्यपतनम् इति विशिष्ट, तदनन्तरम् असमवायिकारणम् इत्यपि उक्तम् अस्ति, तदेव वैशिष्ट्यम् इति चिन्तयामि. अस्तु, तर्हि चिन्तयतु. इदानीं तत्र अहं चिन्तयामि, तत्र दलसार्थक्यमेव कृतम् अस्मि तत्र अस्मिन् शीर्षके दलसार्थक्यमेव कृतम् इति अहं चिन्तयामि. पूर्वं तदेव अहं स्मरामि. इदानीम् आद्यपतनम् इति किमर्थम् उपयुक्तम् अस्ति, पदं किमर्थम् उपयुक्तम् अस्ति, अनन्तरम् असमवायिकारणम् इति किमर्थम् आचार्येण उक्तम् इत्यपि विचारणीयः अस्ति. इदानीं तत्र इदानीम् आद्यपतनम् इति पदं न स्वीकुर्मः चेत् किं भवति इति चिन्तनीयम्. इदानीं केवलम् असमवायिकारणं तत्र आद्यम् इति पदं त्यक्तं महोदय, केवलं पतनस्य समवायिकारणम् इति उक्तवान् पूर्णतया न स्मरामि. अस्तु, मेहुल् महोदय, भवता पठितं वा? अत्र एकवारं पठनीयं, यदि पाठः न पठितवान् स्मरणे न आगच्छति. मेहुल् महोदय, भवान् पठितवान् वा? अहं पठितवान्, परन्तु मयापि सम्यक् अवगमनं न. अस्तु, तर्हि यावत् अवगच्छति तावत् प्रयत्नं करोतु, अहं समीकरोमि. अस्तु, अत्र अत्र अन्तिमान्ततो गत्वा तत्र लिखितमस्ति, आद्यपतनत्वावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इति लक्षणं स्वीकुर्मः चेत् तत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशनं न भवति, तत्र कोऽपि अतिव्याप्तिः न भवति, तदेव विशेषः अस्ति इति अहं मन्ये. परन्तु तस्य अर्थः अथवा सरलरीत्या कथं तस्य अवगमनं भवेत् इति न जानामि. न अत्र एवं पश्यतु महोदय, अत्र पूर्वस्मिन् पुटे चित्रमस्ति खलु, गुरुत्वं समवायसम्बन्धेन फले अस्ति, आद्यपतनम् इति क्रिया अपि समवायसम्बन्धेन फले अस्ति. तर्हि गुरुत्वम् इति कारणम्, आद्यपतनम् इति कार्यम्. अस्तु, तर्हि गुरुत्वे कारणता अस्ति, आद्यपतने कार्यता अस्ति. सा कारणता, गुरुत्वे विद्यमानकारणता समवायसम्बन्धेन अवच्छिन्ना अस्ति. आद्यपतने विद्यमानकार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति. अस्तु, एतावत् अस्माभिः उक्तं. तर्हि अत्र किं कुर्मः, यदि कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति त्यजामः इति यदि त्यजामः तर्हि कारणता फले अपि अस्ति. आद्यपतनस्य समवायिकारणमस्ति फलं खलु? आद्यपतनस्य समवायिकारणमस्ति फलं, हा सत्यं. हा, तर्हि समवायसम्बन्ध अवच्छिन्न कारणतानिरूपित इति तत्र कारणतासम्बन्धः समवायसम्बन्धः इति त्यजामः तर्हि फले अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते फलं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते खलु, तर्हि फले अतिव्याप्तिः भवति. फलमपि आद्यपतनस्य समवायिकारणम् इति कृत्वा अत्र समवायसम्बन्धः कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति वक्तव्यम् एव अस्ति. परन्तु तत् तत् त्यजामः चेत् लक्षणवाक्यं किं भवति? अस्तु, अत्र लक्षणवाक्ये असमवायिकारणम् इति उक्तं, तर्हि असमवायिकारणम् इत्यस्मिन् स्थाने अत्र दीर्घवाक्यं स्थापयामः चेत् आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित गुरुत्वनिष्ठ कारणता गुरुत्वनिष्ठ समवायसम्बन्ध अवच्छिन्न कारणता आश्रयः इति तादृशवाक्यं वदामः चेत् अत्र असमवायीकरणम् इति पदं त्यक्त्वा असमवायीकारणस्य लक्षणं साक्षात् योजयामः चेत् यत् समवायसम्बन्धेन कार्याधिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति तदेव असमवायीकारणं खलु? तर्हि असमवायीकारणम् इति वदामश्चेत् तत्र कारणतावच्छेदकसम्बन्धः समवायः, कार्यतावच्छेदकसम्बन्धः अपि समवायः इति भवति. तर्हि अत्र कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति त्यजामः चेत् फले अतिव्याप्तिः भवति. फलमपि कारणमस्ति आद्यपतनं प्रति, किन्तु फलम् इदानीं तादात्म्यसम्बन्धेन अस्ति स्वस्मिन्. तर्हि कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति वक्तव्यम् एव अत्र अनिवार्यमस्ति. किन्तु तदेव अहं एकनिमिषं महोदय, अत्र किन्तु इदानीं कार्यतावच्छेदकसम्बन्धः तत्र समवायसम्बन्धः इति त्यजामः चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा इति द्रष्टव्यम्. आं, सर्वेषु असमवायिकारणेषु भवति इति अहं मन्ये. नास्ति, न भवति. किमर्थम् इत्युक्ते कार्यतावच्छेदकसम्बन्धः इदानीम् आद्यपतनम् इति कार्यमस्ति खलु, तद् उक्तम्. अत्र केवलं समवायसम्बन्धः त्यक्तः. अस्तु अस्तु, केवलं तदेव आद्यपतनम् इति कार्यं, कार्यं न त्यक्तुं शक्नुमः. अस्तु अस्तु, केवलं समवायसम्बन्धः त्यजामः चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति. किमर्थम् इत्युक्ते आद्यपतनम् इति क्रिया समवायसम्बन्धेन एव फले भवति. सत्यं, तत् तस्य आवश्यकता नास्ति तत्र समवायसम्बन्धः तदेव इति अपूर्वविचारः. ओ अस्तु इति अपूर्व, तत्र अपूर्वः कः इति चेत् कार्यता च सम्बन्ध कार्यतावचे असमवायिकारणम् इति वदामः चेत् कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदकसम्बन्धः द्वयमपि समवायिसम्बन्धः एव इति तु सत्यं, किन्तु कारणतावच्छेदकसम्बन्धः अत्र समवायसम्बन्धः त्यजामश्चेत् फले अतिव्याप्तिः भवति, तादात्म्यसम्बन्धेन स्वस्मिन् फलम् अस्ति इति कृत्वा फलमपि कारणं भवति, तर्हि फले अतिव्याप्तिः भवति. किन्तु आद्यपतनम् इति क्रिया अस्ति, क्रिया सर्वदा समवायसम्बन्धेन एव भवति इति कृत्वा समवायसम्बन्धः इति पदं त्यजामश्चेत् कार्यतावच्छेदकसम्बन्धत्वेन समवायसम्बन्धः त्यजामश्चेदपि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति, तथापि अत्र अत्र सौकर्याय असमवायिकारणम् इति उक्तम् वस्तुतः अत्र आवश्यकः कः इति चेत् कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति एव आवश्यकः अस्ति. तत्र न तद् न वदामश्चेत् फले अतिव्याप्तिः भवति. कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेत् यत्र कुत्रापि अतिव्याप्तिः न भवति, तथापि एवमेव लिखितम् उक्तं. वदामश्चेत् क्लेशः नास्ति खलु, न वदामश्चेदपि क्लेशः नास्ति, किन्तु वदामश्चेत् क्लेशः नास्ति इति कृत्वा तत् उक्तम् इति ग्रन्थकारैः स्वचिन्तनं प्रदर्शितं तावदेव. हा, तर्हि अत्र लक्षणवाक्ये असमवायीकारणम् इति उक्तम्, असमवायीकारणम् इति उक्तत्वात् कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः उक्तः एव. तत्र कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः इति वक्तव्यम् एव, तद् अनिवार्यम्. किन्तु कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेदपि अत्र अन्यत्र यत्र कुत्रापि अधिव्याप्तिः न भवति, तथापि एवमेव उक्तम् इति अत्र उक्तं तावदेव. अत्र केवलं गभीरचिन्तनं कृतं तावदेव. श्रीराममहोदय बुद्धं खलु? मेहुल् महोदय, किमपि प्रश्नः अस्ति वा? तदेव करपत्रे लिखितम् आद्यपतनसमायिकारणं गुरुत्वम् इत्यस्य करपत्रे, तत्र दलसार्थकमपि कृतं खलु? तत्र दलद्वयं, तर्हि एकं वाक्यं पठामि पुस्तकात्, तदेव मुख्यमस्ति. एवं च दोष अभावात् गुरुत्वलक्षणे कार्यतां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव इति भाति. इत्थमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यस्पन्दन अवच्छिन्नत्वस्य कार्यतां निवेशनेन निवेशादेव उदासीने असमवायीकरणे अतिव्याप्तिर्वार्यते इति, तत्रापि कार्यतां समवायसम्बन्ध अवच्छिन्नत्वं न देयमेव न आवश्यकम् इति लिखितं. तदेव अपूर्वविचारः. कुत्र अस्ति महोदय तत् वाक्यम्? अत्र 112 पेज् मध्ये द्वितीयपङ्क्तिः अस्ति खलु? हा, द्वितीयपङ्क्तिः. परन्तु तत्र अधस्तात् पञ्चमवाक्यम्, एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतां समवायसम्बन्ध अवच्छिन्नत्वं न देयमेव इति भाति इति वाक्यम् अण्डर्लैन् कुर्वन्तु कृपया. हा, तदेव तदेव तदेव अपूर्वविचारः. कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेदपि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति, भवतु तर्हि उक्तम् अत्र असमवायिकारणं, तत्रैव लाघवमस्ति इति कृत्वा असमवायिकारणं प्रयुक्तं, पदं प्रयुक्तं तावदेव. अस्तु, तर्हि अग्रे सरेम. कः वदति? स्वामिमहोदय वदति वा द्रवत्वम् इत्यस्य लक्षणं किम् इति? स्वामिमहोदय म्यूट् मध्ये अस्ति भवान्. क्षम्यतां महोदय, आप्. अस्तु अस्तु. द्रवत्वम् आद्यस्यन्दन असमवायिकारणं द्रवत्वम्. हा, किञ्चित् वदति वा? महोदय, एतदपि मया न अवगतम्. किन्तु इदानीं भवता श्रुतं खलु आद्यपतन असमवायिकारणं, तदेव वक्तव्यं तत्रापि. तदाधारीकृत्य प्रयत्नं करोतु, अहं परिष्करोमि. क्रिया स्पन्दनक्रिया महोदय आं महोदय पूर्वं द्रवत्वं समवायेन द्रव्ये स्थित्वा समवायेन स्यन्दनक्रिया जनयति. उत्तमं. केवलं तत्र स्यन्दनक्रिया इति न वक्तव्यम्, आद्यस्यन्दनक्रिया जनयति. ओ सत्यं महोदय, पूर्वतः आद्यस्यन्दनक्रिया जनयति. तदनन्तरं द्वितीयस्यन्दनक्रिया कथं जायते? द्वितीयपतनं कथं जायते? अस्तु सत्यभामा भगिनी वदतु, द्वितीयपतनं कथं जायते? संस्कारेण, वेगसंस्कारोः. एवमेव द्वितीयस्यन्दनमपि वेगाख्यसंस्कारेणैव जायते. महोदय तस्य कृते वेग इति. हा तर्हि तत्रापि वेगाख्यसंस्कारः, आद्यस्यन्दनेन वेगाख्यसंस्कारः जायते, वेगाख्यसंस्कारेण द्वितीयस्यन्दनं जायते, द्वितीयस्यन्दनेन पुनः वेगाख्यसंस्कारः जायते. इत्यतः एव स्यन्दनं कियत्पर्यन्तं तत्र गत्वा तदनन्तरं न प्रसारणं न भवति, न्यूनमेव भवति. तर्हि तत्र संस्कारः नष्टः जातः इति कृत्वा. अस्तु अन्यत् सर्वम् अत्रापि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेदपि दोषः यत्र कुत्रापि न भवति इति अपूर्वचिन्तनं, तदपि पूर्वम् अस्माभिः पठितं. तर्हि भवानेव वदतु महोदय, स्वामिमहोदय वदतु, अत्र वृत्तित्वं कुत्र अस्ति? द्रवत्वस्य वृत्तित्वं केषु अस्ति? पृथिव्यां, जले, तैजसि. समीचीनं. पार्थिवद्रव्यं यत्र द्रवत्वं दृश्यते तस्य उदाहरणमेकं वदतु. महोदय तैलम्. उत्तमं. घृतं नो चेत् तैलम्, एते पार्थिवद्रव्याणि एव सन्ति. एतानि पार्थिवद्रव्याणि, तेषु द्रवत्वं जायते, दृश्यते एव. जले तु साक्षात् अस्ति. तेजसीयद्रव्यं किं यस्मिन् द्रवत्वं जायते? इदानीमेव चर्चा जाता महोदय, सुवर्णं. ओ उत्तमं, तर्हि भवता श्रुतमेव. पूर्वमपि श्रुतं महोदय, मरणे अपि अस्ति इदानीम्. अस्तु समीचीनं. तर्हि सुवर्णं, किन्तु सुवर्णे जायमानद्रवत्वम् अत्यन्त अनलसंयोगेन जायते इति मनसि भवेत्. जले द्रवत्वं स्वभावेन अस्ति, तैले अपि स्वभावेन अस्ति, किन्तु घृते स्वभावेन नास्ति. तत्र तेजसंयोगेन एव घृते द्रवत्वं जायते. तर्हि केषुचित् स्थलेषु तेजसंयोगेन द्रवत्वं जायते, अन्येषु स्थलेषु, अन्येषु द्रव्येषु द्रवत्वं स्वभावेन अस्ति. भवतु, अस्तु. तर्हि तत्र द्रवत्वं, द्रवत्वस्य वैविध्यं प्रति वदति वा? कति विधाः सन्ति, कति विधानि सन्ति द्रवत्वं? द्विविधं, सांसिद्धिकं, नैमित्तिकं. हा तर्हि सांसिद्धिकम् इति कुत्र? सांसिद्धिकम् इति महोदय पृथिव्यां, जले. अत्र पुस्तके जले इति एव लिखितं वस्तुतः. सांसिद्धिकम् इत्युक्ते स्वाभाविकं खलु? आं महोदय, तैलं सांसिद्धिकम् इति भाति, किन्तु इदानीं इफ् इट् इस् टु कोल्ड् तैलमपि घनीभूतं भवति खलु? तिलतैलं घनीभूतं न भवति महोदय. भवतु, तर्हि तिलतैले सांसिद्धिकद्रवत्वमस्ति इति स्वीकुर्मः, क्लेशः नास्ति. अत्र इतस्ततः किञ्चित् वदामश्चेत् क्लेशः नास्ति. अस्तु, तर्हि नैमित्तिकं कुत्र भवति? पृथिव्याम् अपि तेजसि. उत्तमं, तत्र निमित्तं किं भवति? द्रवत्वस्य निमित्तं तेजसंयोगः अस्ति खलु, तदेव निमित्तं. ओ, तेजसंयोगेन एव जायते खलु? सत्यं महोदय, तद् निमित्तकारणं. पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ इति लिखितम्. अस्तु, तर्हि जले करकमस्ति खलु? करकम् इत्युक्ते ऐस् कटि, ऐस् क्यूब् महोदय. तर्हि अत्र सांसिद्धिकं, जले सांसिद्धिकम् इति लिखितं, किन्तु करके द्रवत्वं न दृश्यते, तर्हि तत्र किं वक्तव्यम्? अग्निसंयोगेन तत्रापि जायते महोदय, उष्णभवति चेत्. किन्तु अत्र प्रश्नः कः? जले सांसिद्धिकम् इति उक्तं खलु मूलग्रन्थे. तर्हि स्वभावेन जलीयवस्तूनि द्रवत्वम् अस्ति एव, किन्तु इदानीम् ऐस् क्यूब् यदस्ति, करकं यदस्ति, तत्र द्रवत्वं न दृश्यते, तत्तु जलीयमेव. तर्हि तत्र किं वक्तव्यं? कथं वा द्रवत्वं न दृश्यते? द्रवत्वं कथं जायते इति चेत् तेजसंयोगेन जायते, किन्तु अत्र द्रवत्वं न दृश्यते, तस्य कारणं किम्? महोदय, प्रतिबन्धकम् अस्ति, किन्तु स्वभावतः तत् द्रवत्वं, तस्मिन् द्रवत्वम् अस्ति, किन्तु किमपि प्रतिबन्धम् अस्ति इति वक्तव्यम्. यदि कोऽपि प्रश्नः करोति, भवान् उक्तवान् जले सांसिद्धिकं स्वाभाविकम् अस्ति द्रवत्वं, किमर्थं करकेन दृश्यते इति चेत् तत्र किमपि प्रतिबन्धः अस्ति, येन द्रवत्वं स्थग्नं जातम्. अतः एव अत्र अन्तिमपङ्क्तौ लिखितमस्ति, कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्व्यणुके द्रवत्वं न आरभ्यते, न आरभन्ते, ततश्च द्रवत्वसहितरहितैरेव द्व्यणुकादिभिः क्रमेण करकोत्पत्तिः. अतः इत्युक्ते जलीयपरमाणुषु सर्वदा द्रवत्वम् अस्ति एव, किन्तु यदा करकं जायते तत्र प्रथमं द्व्यणुकं जायते, द्व्यणुके किमपि प्रतिबन्धकः अस्ति, येन यद्यपि परमाणुद्वये तत्र द्रवत्वमस्ति, किन्तु परमाणुद्वयसंयोगेन यद् करकद्व्यणुकं जायते तत्र द्रवत्वं न जायते, न आरभ्यते प्रतिबन्धकवशात् इति लिखितम्. अस्तु, समीचीनम्. अग्रे सरेम, इदानीं स्नेहः इति गुणः अस्ति, तदपि दशनिमिषमस्ति, तर्हि तदपि पठितुं शक्यते इति चिन्तयामि. तर्हि रमेश महोदय वदति वा स्नेहस्य लक्षणं किम् इति? महोदय, तत्र अन्तिम पतनस्यन्दनयोः भेदः इति प्रश्नः आसीत् खलु? किं महोदय? अन्तिमप्रश्नः, पतनस्यन्दनयोः भेदः कः? अस्तु अस्तु, तद् मया न पृष्टम्. अस्तु, तदपि प्रष्टव्यं, तर्हि भवानेव वदतु महोदय, पतनस्यन्दनयोः भेदः कः इति? अस्तु, तत्र पुस्तके दत्तं, तत्र स्यन्दनं तु विजातीया क्रिया अस्ति, अत्र पतनम् इति वयं जानीमः गुरुत्वेन अपि च वेगेन भवति, परन्तु उदाहरणरूपेण एकं काचं यदि स्वीकुर्मः चेत् तत्र तस्य उपरि जलबिन्दुं क्षिपामः चेत् तत्र आद्यपतन क्रिया या क्रिया भवति तेन एव जलबिन्दु काच उपरि पतति, परन्तु तस्य अनन्तरं तदनन्तरं काचः अपि च जलस्य संयोगः भवति. अधुना तत्र यः जलबिन्दु पूर्वक्षणे लघुदेशे व्याप्तः अस्ति, तत् अग्रिमक्षणे किञ्चित् व्याप्तं भवति, व्याप्नोति. तत् व्यापनम् एव स्यन्दनरूपक्रिया क्रियया एव तत् व्यापनं भवति. तत्र किमपि अन्य पतनक्रिया न भवति. पतनक्रिया तु आदौ एव अभवत्, अतः तस्य तदेव भेदः अस्ति. पतनात् विजातीया इति स्यन्दनं क्रिया इति अस्ति इति अहं मन्ये. न, अत्र समीचीनं, किन्तु इतोपि किञ्चित् स्पष्टता भवेत्. अत्र पतनक्रिया विजातीया इति चेत् स्यन्दनं विजातीया वा सजातीया वा? विजातीया. तर्हि द्वयमपि विजातीया इति चेत् तयोः मध्ये कः भेदः? स्यन्दनम् इति विजातीया, पतनम् इति तु न. तर्हि पतनम् इति सजातीयः वा? इति एव अहं मन्ये, परन्तु विजातीय सजातीय इत्यस्य अर्थः विजातिः स जातिः इत्युक्ते किम् इति भवता ज्ञातं खलु? आम् आम्, सामान्यं सेम् स्पीशीस् समाना अस्ति. विजाति वृक्षः अपि च कन्दुकं द्वयमपि विजातीयः विजातीयौ. कन्दुके कन्दुकत्वमस्ति, वृक्षे वृक्षत्वमस्ति. किन्तु रामः लक्ष्मणः सजातीयौ, द्वयोः मनुष्यत्वमस्ति. तर्हि तदेव अर्थः विजातीयः सजातीयः, नो चेत् विजातीया सजातीया इति स्त्रीलिङ्गपदमस्ति, तदेव अर्थः. तर्हि इदानीं तदर्थं स्वीकृत्य द्वयोः मध्ये कः भेदः इति प्रतिपादयति. अस्तु, द्रवत्वं तु समवायेन जले स्थित्वा समवायेन स्यन्दनं जनयति, अतः एव स्यन्दन द्रवत्वम् इति स्यन्दनस्य असमवायिकारणं भवति. परन्तु अत्रापि तदेव दत्तम् विजातीया इति एव दत्तं, परन्तु तदेव भेदः अस्ति वा इति अहं न जानामि. अस्तु, अत्र अन्येषां चिन्तनं किं, पतनस्यन्दनयोः मध्ये कः भेदः कथं वा निरूपयामः? अस्तु, अत्र प्रश्नः समीचीनतया न अवबुद्धम् इत्युक्ते विजातीय इत्युक्ते कथं विजातीय, कस्मात् विजातीय अस्ति इति न वदतु. न, अत्र शीर्षकस्य अर्थं वदतु, पतनस्यन्दनयोः भेदः इत्युक्ते किम्? द्वयमपि क्रिया अस्ति, तद् तद् आगच्छामि. इदानीं पतनम् इत्युक्ते उपरि शीर्षकस्य अर्थः कः? पतनस्यन्दनयोः भेदः इति शीर्षकमस्ति खलु, शीर्षकवाक्यस्य अर्थः कः? तत्रैव क्लेशः अस्ति. पतनं नास्ति स्यन्दनं, पतनं नास्ति इति इति समीचीनं। तर्हि अत्र प्रश्नः कः इति चेत् किमर्थं पतनमेव यथा संयोगनाशः एव विभागः इति किमर्थं न स्वीकुर्मः इति प्रश्नः आसीत्, तथा यदा अन्योन्याभावः एव पृथक्त्वम् इति प्रश्नः आसीत् तथा पतनमेव स्यन्दनम् इति किमर्थं न स्वीकुर्मः। अत्र एकं जलबिन्दुं स्वीकृत्य काचे वाटर् ग्लास् तस्मिन् क्षिपामश्चेत् तत्र पतनं जायते प्रथमं, पतनस्य अनन्तरं यदा काचं प्रति आगच्छति तदनन्तरं तस्य स्यन्दनमपि भवति। तर्हि पतनमेव स्यन्दनम् इति किमर्थं न वदामः? किमर्थं पतनम् इति भिन्ना क्रिया, स्यन्दनम् इति भिन्ना क्रिया इति पूर्वपक्षी आक्षिपति। तस्य उत्तरत्वेन अत्र पाठे उक्तमस्ति, इत्युक्ते पतनम् अपि च स्यन्दनं द्वयोः मध्ये कः भेदः? पतनं किमर्थं पतनमेव स्यन्दनं नास्ति? तत्रैव लाघवमस्ति इति पूर्वपक्षी आक्षिपति। पतनेन एव स्यन्दनं भवति खलु, प्रथमं पतनं भवेत् तदनन्तरमेव स्यन्दनं भवति, तर्हि पतनमेव स्यन्दनम् इति किमर्थं न स्वीकुर्मः? तत्रैव लाघवमस्ति इति पूर्वपक्षी आक्षिपति। तस्य उत्तरत्वेन अत्र पाठे चिन्तनमस्ति, पतनम् इति भिन्नक्रिया अस्ति, स्यन्दनम् इति भिन्नक्रिया अस्ति, द्वयमपि यद्यपि क्रिया अस्ति तथापि तयोः मध्ये भेदः अस्ति। कः भेदः इति चेत् पतनक्रियया नूतनपतनं जायते तदनन्तरं यदा काचं प्रति आगच्छति, अत्र तदेव अत्र लिखितमस्ति, स्यन्दनं विजातीया क्रिया, काचमेकम् आदाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्मद्हस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति। आद्यपतनं गुरुत्वेन भवति, तदनन्तरं वेगाख्यसंस्कारेण पतनक्रिया जायते, ततः काचस्य बिन्दोश्च संयोगः भवति। बिन्दुः जलबिन्दुः इति द्रव्यमस्ति, काचः अपि द्रव्यमस्ति, द्रव्ययोः मध्ये संयोगः एव भवति, तर्हि संयोगः भवति। इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति, तर्हि तत्र काचः विरोधिः अस्ति, पतनक्रियायाः विरोधिः अस्ति, तावदेव काचं प्रति एव काचपर्यन्तम् एव पतनक्रिया जायते, तदनन्तरम् इदानीं काचः विरोधिः अस्ति इति कृत्वा तत्र पतनक्रिया स्थगनं भवति। तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः वर्तुलाकारम् अधिकदेशं व्याप्नोति, इदं व्यापनं तु स्यन्दनरूपक्रियया, न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनमस्ति। आदौ एव हस्तात् पतनात्, अत्र पतनात् हस्तात् इति अपादानपञ्चमी, पतनात् इति हेतुपञ्चमी। पतितस्तु सः पतितः येन प्रसृतः भवति तदेव स्यन्दनम्, इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इत्यवोचाम। विजातीया क्रिया इत्युक्ते भिन्नक्रिया, यद्यपि स्यन्दनम् इति क्रिया, पतनमपि क्रिया, तथापि विजातीया क्रिया अस्ति स्यन्दनम्, पतनात् विजातीया इति तदर्थः। इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृश स्यन्दनं जनयति इति सः स्यन्दनस्य असमवायी कारणम् अत्रापि इति अग्रे आयास्यति। तर्हि यदा काचं प्रति बिन्दुः आगच्छति, यदा काचेन सह तस्य संयोगः भवति, तदा पतनम् इति क्रिया सम्पूर्णं भवति, तदनन्तरं स्यन्दनम् इति नूतनक्रिया, विजातीयक्रिया आरभ्यते। तत्र पतनम् एव भवति इति न, इत्युक्ते पतनस्य या कारणमस्ति वेगाख्यसंस्कारः अपि च गुरुत्वं, तर्हि स्यन्दनक्रियायाः तत्र गुरुत्वम् इति कारणं नास्ति, अत्र भिन्नकारणमस्ति इति बोधः। अस्तु, प्रश्नः अस्ति वा? नो चेत् समयः जातः, अत्र विरमामः। अग्रिमवर्गे इतोपि अत्र कियत् अवशिष्टमस्ति, स्नेहः इति अस्ति, तदनन्तरं शब्दः, तदपि अस्माभिः चिन्तितमेव, तदनन्तरं स्मृतिः इति न अत्र संस्कारः इति भावनाख्यसंस्कारः इति त्रयाणां गुणानां अत्र अवशिष्टमस्ति। तर्हि तेषां विषये अग्रिमवर्गे चिन्तनं कृत्वा तदनन्तरं पठनम् आरभ्यते। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।